सर्वेषां स्वागतम्। अद्यतनविषयः अस्ति तत्र हलन्तशब्दाः, तत्र च कथा अपि अस्ति, अग्रे पठेम। आरम्भे कश्चन अभ्यासः अपेक्षितः अस्ति। तत्र वणिज् सुहृद् मरुत् भवत् एते शब्दाः प्रायः सर्वे समानाः सन्ति अत्र। अस्तु, इदानीं मरुत् इति निहारिका भगिनी वदति वा? मरुत् अतीवसुन्दरमस्ति। यदि तकारान्तशब्दाः दकारान्तशब्दाः, अत्र जकारान्तशब्दाः अपि तथैव सन्ति खलु? जकारान्तशब्दाः भेदः कः? तत्र द्विवचने बहुवचने च तृतीयचतुर्थी पञ्चमी विभक्तिषु तत्र जकारस्य स्थाने कः वर्णः? जकारस्य स्थाने कः वर्णः भवति? गकारः वनिग्भ्यां खलु? वनिक् वनिजौ वनिजः वनिजं वनिजौ वनिजः, किन्तु वनिग्भ्याम् अस्ति इति तावदेव भेदः अस्ति खलु। अस्तु, अग्रे सरेम तर्हि। नाम एतत् सर्वं वयं जानीमः खलु। अस्तु, इदानीं लक्ष्मी भगिनी, तत्र नकारान्त आत्मन् आत्मा, आत्मानौ आत्मानः, आत्मानम् आत्मानौ आत्मनः, आत्मना आत्मभ्याम् आत्मभिः, आत्मने आत्मभ्याम् आत्मभ्यः, आत्मनः आत्मभ्याम् आत्मभ्यः, आत्मनः आत्मनोः आत्मनाम् आत्मनि आत्मनोः आत्मसु। बहु सुन्दरमस्ति। अस्तु, अग्रे तत्र आत्मन् अस्ति। इदानीं राजन् श्रीनिवासमहोदय वदति वा? राजन् राजन् राजा, राजानौ राजानः, हे राजा, सारी, हे राजन्, हे राजानौ, हे राजानः, राजानम् राजानौ, राज्ञः राज्ञा, राजभ्याम् राजभिः, राज्ञे राजभ्याम् राजभ्यः, राज्ञः राजभ्याम् राजभ्यः, राज्ञः राज्ञोः राज्ञाम्, राज्ञी राज्ञोः राजसु। बहु समीचीनमस्ति। एतत् सर्वं वयं अस्मिन् विषये वयं चर्चितवन्तः, कथं कथं भवति। सूत्रसहितदृष्टिः तु न जाता, किन्तु कथं भवति इति स्थूलरूपेण वयं दृष्टवन्तः। अपि च प्रत्ययान् अपि अहं प्रेषितवान् खलु, प्रत्ययान् येन भवन्तः द्रष्टुं शक्नुयुः यत् कः प्रत्ययः अजादिः, कः प्रत्ययः हलादिः अस्ति। यथा भ्याम्, भ्याम् इति प्रत्ययस्य प्रथमवर्णः बकारः अस्ति, भ बकारः इति कृत्वा तत्र यत्र हसन्धिः अपेक्षितः तत्र परिवर्तनं भवति। यथा आत्मन् इति शब्दे तत्र नकारस्य लोपः भवति, तत्र वनेज् इति शब्दस्य तत्र जकारस्य गकारः भवति, तकारः मरुत् तकारस्य स्थाने दकारः भवति। यत्र प्रत्ययः हलादिः अस्ति तत्र तादृशसन्धिः अथवा परिवर्तनं लोपः अधिकं भवति। यत्र अजादिः प्रत्ययः अस्ति यथा औ सु औ अस् अम् औत् अस् इति तत्र प्रत्ययाः सन्ति खलु, तत्र द्विवचने औ अस्ति, तर्हि वनिजौ अस्ति, आत्मनौ अस्ति, आत्मा क्षम्यताम् आत्मानौ आत्मानौ अस्ति. तर्हि तत्र नाम कथनस्य आशयः एवमस्ति यत् जकारः तत्र तिष्ठति, अत्र नकारः तिष्ठति. यत्र अजादिपतिः अस्ति, यत्र हलादिपतिः अस्ति, तत्र विद्यते, तत्र परिवर्तनं भवति. अस्तु, तर्हि गुणि सन्ध्याभगिनी वदति वा गुणिन्? गुणि गुणिनौ गुणिनः गुणिनं गुणिनौ गुणिनः गुणिना गुणिभ्यां गुणिभिः गुणिने गुणिभ्यां गुणिभ्यः गुणिनः गुणिभ्यां गुणिभ्यः गुणिनः गुणिनोः गुणिनां गुणि गुणि गुणिनोः गुणिषु गुणिषु गुणिषु. अस्तु, अपि च तत्र सुब्रह्मण्यमहोदय तत्र विद्वास् इति वदति वा? विद्वान् विद्वांसौ विद्वांसः विद्वांसं विद्वांसौ विदुषः विदुषा विद्वद्भ्यां विद्वद्भिः विदुषे विद्वद्भ्यां विद्वद्भ्यः विदुषः विद्वद्भ्यां विद्वद्भ्यः विदुषः विदुषोः विदुषां विदुषि विदुषोः विदुषु विद्युत्सु. किमस्ति? विद्वत्सु. अत्र मया उक्तं खलु यत् केचन प्रत्ययाः सार्वनामस्थानसंज्ञकाः. तस्मिन् दिने अहम् उक्तवान् सार्वनामसंज्ञकाः प्रत्ययाः. तत्र प्रथमपञ्च सु औ जस् अम् औट् सुओजस् अम् औट् इति तत्र सर्वनामसंज्ञकाः. अत्र द्वितीयविभक्तिः बहुवचनान्तरूपं, तस्य प्रत्ययः सर्वनामसंज्ञकः नास्ति. इति कारणेन तत्र भेदः अस्ति. यद्यपि अजादिः अस्ति, किन्तु अत्र पश्यन्तु द्वितीयविभक्तिः बहुवचने तत्र राजानौ तत्र राज्ञः अस्ति खलु, राज्ञः बहुवचने. पुनः तत्र विद्वास् शब्दः, विद्वान् विद्वांसौ विद्वांसः विद्वांसं विद्वांसौ विदुषः. अत्र यथा भवान् भवन्तौ भवन्तः भवन्तं भवन्तौ भवतः. अत्र तत्रापि भेदः अस्ति, भवतः भेदः अस्ति, अत्र विदुषः अस्ति. यत्र यत्र कार्यं यत्र यत्र भिन्नमस्ति द्वितीयविभक्तौ बहुवचने भिन्नमस्ति, यतोहि तत्र स च प्रत्ययः सर्वनामस्थानसंज्ञकः नास्ति. अतः तत्रापि अस्माकम् अवधानमपेक्षितमस्ति. तथा अग्रे इतोपि अस्मिन् विषये उच्यते अस्माकं व्याकरणवर्गे, तत्र मङ्गलवासरेषु बुधवासरेषु, किन्तु इदानीं पर्याप्तमिति मन्ये. तत्र कुत्र भेदः किमर्थमिति स्थूलरूपेण वदामश्चेत् तत्र पर्याप्तमस्ति. तर्हि कुत्र भवति इति चेत् प्रथमाविभक्तिः एकवचने, तृतीय चतुर्थी पञ्चमी द्विवचने बहुवचने च, अपि च सप्तमी बहुवचने. तत्र भेदः भवति, यतोहि एते प्रत्ययाः हलादयः सन्ति. हलादयः प्रत्ययाः सन्ति. अपि च तत्र द्वितीयविभक्तिः बहुवचने तत्र सर्वनामसंज्ञकप्रत्ययः नास्ति, अतः केवलं तेषु स्थलेषु अवधानमपेक्षितम् अस्माभिः. समीचीनम्, अस्तु अग्रे तर्हि. हा सदेव महोदय, भवान् वनिज् इति वदति वा? पुनः वदतु महोदय. प्रथमशब्दः वनिज्. अहं स्मरामि किञ्चित्. अस्तु वदतु. वनिचौ वनिचः वनिचं वनिचौ वनिचः वनिचा वनिभ्यां वनिभिः वनिचे वनिभ्यां वनिभ्यः वनिचः वनिभ्यां वनिभ्यः वनिचः वनिचोः वनिचां वनि वनिचि वनिचोः वनिक्षु. इति पर्याप्तमस्ति, बहु समीचीनमस्ति महोदय. तत्र बहु समीचीनमस्ति, तथैव अस्ति. अस्तु अग्रे तर्हि सरेम. इदानीम् अस्तु निहारिका भगिनी, तत्र दिश् इति वदति वा? दिश् दिक् दिशौ दिशः दिशं दिशौ दिशः दिशा दिग्भ्यां दिग्भिः दिशे दिग्भ्यां दिग्भ्यः दिशः दिग्भ्यां दिग्भ्यः दिशः दिशोः दिशां दिशि दिशोः दिक्षु. हा बहु समीचीनमस्ति, सर्वेषां नैपुण्यं जातमिति भाति. अस्तु अग्रे श्रीनिवासमहोदय, तत्र आशिष् इति शब्दं वदति वा? आशिष् तत्र आशिष् इति तत्र विकल्पेन रूपद्वयं भवति सप्तमे, आशिषु अथवा आशिषु. तत्र आशिषु अपि च तर्हि प्रमुखतया किं परिवर्तनं भवति अस्मिन् शब्दे? यत्र परिवर्तनमस्ति तत्र किमस्ति? रेफः मध्ये मध्ये भवति रेफः. अपि च अन्यत् किमपि? मूर्धन्यषकारः तु मूले अस्ति, तत्र किमपि वैशिष्ट्यं नास्ति, मूले मूर्धन्यषकारः अस्ति. किन्तु अन्य कोऽपि परिवर्तनं भवति वा? बहुवचने आशिष्यु अस्वैकारं दीर्घैकारं भवति इति मुख्यमस्ति खलु मुख्यम् आशि आशि ओ आशीः दीर्घैकारः अस्ति खलु इति मुख्यमस्ति सर्वमुख्यपरिवर्तनमस्ति आशीः आशिषो आशिषः आशिषम् आशिषो आशिषः अपि च आशिष आशीर्भ्याम् आशीर्भिः आशिषे आशीर्भ्याम् आशीर्भ्यः तादृशपरिवर्तनं मनसि भवेत् दीर्घिकारः ह्रस्वीकारः खलु अस्तु अग्रे लक्ष्मी भगिनी तत्र अप्सरस् इति वदति वा अप्सरस् वयं कृतवन्तः न वा न न चिन्ता नास्ति अग्रे अग्रे अग्रे क्रियते हा तत्र अन्तिम अन्तिमशब्दः आसीत् आशीष् इति आसीत् अत्र चतुस्रस्थानेषु चतुर्षु चतुर्षु स्थानेषु समानानि रूपाणि अस्ति कः शब्दः किं कुत्रचिदपि वणिक् शब्दौ वणिक् वणिजौ तस्मिन् शब्दे वणिजः प्रथमाविभक्ति बहुवचनरूपं वणिजः द्वितीयाविभक्ति बहुवचनरूपं वणिजः पञ्चमी एकवचनं वणिजः षष्टि एकवचनमपि वणिजः वयं कथं ज्ञातुं शक्नुमः एकस्मिन् वाक्ये तस्य विभक्तिः का तत् पूर्वं यदा अहं किमपि वक्तुम् इष्टवान् किन्तु विस्मृतवान् इदानीं पञ्चभ्यः निमेषेभ्यः पूर्वं तदेव वक्तुम् इष्टवान् प्रश्नः समीचीनः अस्ति अत्र कथं जानीमः कोऽपि वदति वा अत्र चतुर्षु स्थलेषु रूपं समानमस्ति कुत्रचित् त्रिषु स्थलेषु कुत्रचित् त्रिषु स्थलेषु रूपं समानमस्ति यथा भवत् शब्दः भवतः इति त्रिषु स्थलेषु कुत्रचित् त्रिषु स्थलेषु कुत्रचित् चतुर्षु स्थलेषु कथं जानीमः यत् कः शब्दः किं रूपं प्रयुज्यते यदा वयं कथं ज्ञातव्यं पठामः अथवा वदामः वयं पठामः चेत् अन्यानि शब्दानि अन्ये शब्दाः अपि पश्यामः तेषाम् अर्थाः अस्माकं मनसि अस्ति चेत् यदि एवं भवति यदि अहम् आङ्ग्लभाषा अत्र संक्षिप्तरूपेण वदामि सन्दर्भः यथा सन्दर्भं जानीमः यथा सन्दर्भम् इत्युक्ते तत्र भवती वदति एकं वाक्यमस्ति यत्किमपि वाक्यमस्ति वाक्यं दृष्ट्वा वयम् अर्थम् अवगच्छामः कः अर्थः स्यात् नाम द्वितीयविभक्त्यन्तं रूपं स्यात् अथवा षष्ठीविभक्त्यन्तं रूपं स्यात् अपि च इति यः श्रोता अस्ति यः वक्ता अस्ति सः अथवा सा तु जानाति एव खलु यः वक्ता अस्ति वक्त्री अथवा वक्ता तु अस्माभिः ज्ञायते यदा वयं वदामः किन्तु यः शृणोति सः तु वाक्यं श्रुत्वा जानाति खलु अथवा न सन्दर्भानुसारं तत्र न अन्य न कोऽपि उपायः अस्ति स एव उपायः अस्ति अतः नाम यः भाषां रचितवान् तस्य मनसि तादृशी चिन्ता आसीत् कः रचितवान् भाषां यः भाषां रचितवान् तस्य मनसि एतादृशं चिन्तनम् अभविष्यत् अस्तु, इति स्पष्टं स्यात्। तर्हि अग्रे सरेम, इदानीं कथा अस्ति, इतः अग्रे सरेम कथायाम्। अन्य कोऽपि प्रश्नः अस्ति वा? अस्तु, तर्हि कथा अस्ति, आरम्भतः किञ्चित् पठेम, अनन्तरं समाप्य परिसमाप्य अग्रे सरेम। अत्र सुब्रह्मण्यमहोदय, तत्र कथा अस्ति, कथा अस्ति त्रयोदशीपुटे। आरम्भतः अहं वर्षं निगृह्णामि। ग्रीष्मकालस्य अनन्तरं वर्षाकालः आगच्छति। आकाशे सूर्यम् आच्छाद्य मेघमालाः इतस्ततः विहरन्ति। तदा कृषकाणां मनांसि संहृष्टानि भवन्ति। यदा वृष्टिः भवति तदा भगवतः आशिषः इव जलबिन्दवः भुवि निपतन्ति, वियति तडितः प्रकाशन्ते, मेघाः नितरां गर्जन्ति, दिक्षुः विदिक्षुः उत्पन्नं प्रकम्पनम् अनुभवैकवेद्यं भवति। तदा मयूरः केकारवं कुर्वन्त मुदा नृत्यन्ति। अस्तु अस्तु, प्रायः तावदेव भवान् पठितवन्तः। अत्र तर्हि तदा कृषिकाणां मनांसि संहृष्टानि भवन्ति। तत्र हृष् इति धातुः अस्ति, हृष् हर्षति, हृष् धातुः अस्ति। तत्र हृष् धातुः तत्र क्तान्तरूपमस्ति, क्तान्त यत्र क्तप्रत्ययः अस्ति, यथा मया कार्यं कृतं, मया पुस्तकं पठितम्। अत्र हृष्ट संहृष्ट समिति उपसर्गपूर्वकः, सम् उपसर्गपूर्वकः हृष् धातुः अस्ति। मनांसि इति अस्य वचनं किम्? बहुवचनं का विभक्तिः? समीचीनं, मनांसि संहृष्टानि, संहृष्टानि अपि तथा बहुवचनमस्ति, अपि च तत्र प्रथमा विभक्तिः अस्ति। तस्य विभक्तिरूपाणि भवन्ति, यतोहि सुबन्तपदमस्ति। यत्किमपि सुबन्तपदमस्ति तस्य विभक्तिरूपाणि भवति खलु, अव्ययपदम् नास्ति चेत्। तर्हि मनांसि संहृष्टानि, तर्हि मनांसि संहृष्टानि इति तत्र तृतीया एकवचनमस्ति चेत् तत्र श्रीनिवासमहोदय, तत्र रूपं किं स्यात्? मनांसि संहृष्टानि इति प्रथमाविभक्तौ बहुवचने, इदानीं तृतीयविभक्तिः एकवचने अस्ति चेत् तत्र रूपं किं स्यात्? मनसा अपि संहृष्टानि, किं भवति वदति? मनसा संहृष्टा इति मनसा संहृष्टा इति लक्ष्मीभगिनी वदति, समीचीनं। न तत्र निहारिका किं भव किं वदति भवती? तत्र मनांसि शब्दः बहुवचना प्रथमविभक्ति बहुवचनम्. हा, मनांसि संहृष्टानि. मनांसि इति प्रथमाविभक्ति बहुवचनम् इति तु अस्ति. इदानीं तृतीय एकवचनम् अहम् उक्तवान्. तृतीय एकवचनम् मनसा. मनसा इति यथा महोदयेन उक्तम्, तत्र श्रीनिवासमहोदय उक्तवान् मनसा, तत्तु सत्यम्. इदानीं संहृष्टानि किं भवति? मनसा संहृष्टा अति वा? भवती किं वदति? तृतीया अस्ति चेत् संहृष्टेन मनसा न, मनसा तृतीया अस्ति चेत् संहृष्टेन. संहृष्टेन तु भवति. भवन्तः कुत्र गतवन्तः? तत्र अत्र पश्यन्तु, मनस् इति सकारान्तपदमस्ति खलु, किन्तु संहृष्ट इति कीदृशपदमस्ति? सकारान्तपदमस्ति वा? संहृष्टा कीदृशपदमस्ति? तस्य प्रत्येकं पदस्य यत्र सुबन्तपदमस्ति तत्र सुबन्तपदस्य मूलरूपमस्ति. मूलरूपं नाम प्रातिपदिकं. मनांसि इत्यस्य प्रातिपदिकं किम्? मनस् खलु. संहृष्टानि इत्यस्य मूलरूपं प्रातिपदिकं किम्? संहृष्टः. न, प्रातिपदिकं मूलरूपं मूलरूपं किं? लिङ्गम् अहं न दृष्टवान् अत्र. अत्र संहृष्ट. अस्माकं शिल्पा भगिनी बहु सम्यक्तया जानाति सा संहृष्ट. अत्र पश्यन्तु, मनस् इति सकारान्त हलन्तशब्दः अस्ति. संहृष्ट इति अकारान्तशब्दः देवशब्दवत्. देवशब्दवत् यथा देवशब्दः अस्ति अकारान्तशब्दः. तर्हि अपि च अयं शब्दः संहृष्ट विशेषणमस्ति. अपि च विशेष्यनिघ्नशब्दः. वयं वदामः विशेष्यनिघ्नशब्दः यदा विशेष्यम् अनुसृत्य लिङ्गं स्वीकरोति. विशेष्यम् अनुसृत्य तत्र विशेष्यनिघ्नशब्दः महाप्राणघ निघ्न विशेष्यनिघ्नशब्दः अस्ति संहृष्ट. इत्युक्ते त्रिषु लिङ्गेषु भवति. तर्हि संहृष्टः प्रथमाविभक्तौ पुल्लिङ्गे संहृष्टः, स्त्रीलिङ्गे संहृष्टा, नपुंसकलिङ्गे संहृष्टम्. समीचीनं. तर्हि तृतीय यथा देवशब्दः, अत्र नपुंसकलिङ्गशब्दः, अतः वनं. वनम् इत्यस्य तृतीय किम् एकवचने? वनमित्यस्य तृतीय एकवचनं किम् अस्ति? सन्ध्या भगिनी वदतु, वनं तृतीय एकवचने? हा, वनेन. संहृष्ट अपि तथा संहृष्टेन. तर्हि अत्र तृतीय एकवचने मनसा संहृष्टेन. मनसा संहृष्टेन अस्तु. तर्हि अत्र सुब्रह्मण्य महोदय भवान् एव वदतु, मनसि संहृष्टानि सप्तमी एकवचने किं भवति? सप्तमी एकवचने अस्तु. शब्दद्वयमस्ति खलु. सम्... निहारिका भगिनी किं वदति? मनसि संहृष्टे. हा इदानीं समीचीनमस्ति. हा मनसि संहृष्टे. अस्तु षष्टि द्विवचने लक्ष्मी भगिनी. मनसोः संहृष्टोः. न सन्ध्या भगिनी साहाय्यं करोतु. षष्टि द्विवचने. हा वदतु. मनसोः संहृष्टयोः. हा इति अस्ति. यतोहि एकं पदं तत्र हलन्तपदमस्ति, एकं पदम् अजन्तपदमस्ति, खलु? तर्हि भेदः अस्ति. अस्तु इदानीं श्रीनिवासमहोदय, तत्र तृतीया बहुवचने किमस्ति? तत्र पश्यन्तु रूपाणि सन्ति अत्र तृतीया बहुवचने. मनोभिः. मनोभिः सारी मनोभिः मनोभिः संहृष्टैः. हा इदानीं समीचीनमस्ति. हा सर्वे अवगतवन्तः इति मन्ये. सम्यक्. एतादृशमस्ति, सावधानतया वक्तव्यमस्ति. अस्तु इदानीं यदा वृष्टिः भवति तदा भगवतः आशिषः. आशिषः इत्यस्य वचनं विभक्तिः का इति? आशिषः का उक्तवती? पुष्पा. पुष्पा भगिनि. द्वितीय इति कथं नाम अत्र आशिषः इति तथा भवितुम् अर्हति स्म, नाम तत्र लक्ष्मीभगिनी पृष्टवती चतुर्षु स्थलेषु रूपं समानमस्ति, तर्हि कथं जानीमः तत्र सन्दर्भं दृष्ट्वा? अस्तु तर्हि भवती द्वितीयविभक्तिः इति वदति. अत्र कर्मपदमस्ति वा? यदा वृष्टिः भवति तदा भगवतः आशिषः इव जलबिन्दवः भुवि निपतन्ति. अत्र का विभक्तिः भवेत् वाक्यं दृष्ट्वा? निहारिका भगिनी किं वदति? प्रथमा एव सत्यमम्. भगवतः आशिषः इव जलबिन्दवः भुवि निपतन्ति. तत्र आशिषः यथा जलबिन्दवः यथा आशिषः भुवि निपतन्ति. जलबिन्दवः प्रथमविभक्तौ अस्ति, अतः आशिषः अपि तथा. अस्तु तर्हि अग्रे भवती कुत्र गच्छति वा न? अस्तु अस्तु तर्हि श्रीनिवासमहोदय तत्र अग्रे पठतु कृपया. वियति वियति इति अस्मात् आरभ्य पठतु कृपया. वियति नाम विद्युत् भीयते अत्र अत्र आकाशः इति अर्थः आकाशः आकाशः इति अर्थः का विभक्तिः स्यात् कीदृशं प्रातिपदिकं किम् अपि च का विभक्तिः अस्ति आकाशः न न वियति वियति तदितः प्रकाशन्ते सन्ध्या भगिनी साहाय्यं करोति वा सन्ध्या भगिनी किं वदति भवती सुब्रह्मण्य महोदय मूलरूपं किं प्रातिपदिकं हा अस्तु वियत् इति तकारात् शब्दः अस्ति किन्तु यद्यपि यद्यपि न जानीयाम यद्यपि प्रातिपदिकं न जानीयाम यदा अहम् आकाश इति शब्दस्य अर्थः आकाशः यदा उक्तवान् तस्मिन् तस्मात् वयं किं जानीमः यद् नाम तडितः प्रकाशन्ते तडितः प्रकाशन्ते तत्र तडितः अपि च आकाशः अनयोः शब्दयोः कः सम्बन्धः तडितः आकाशे भवति खलु आकाशे अतः वयम् अनुमानं कर्तुं शक्नुमः यत् तकारान्तशब्दः स्यात् तस्य च सप्तमी विभक्त्यन्तं रूपं स्यात् अस्तु समीचीनं तदितः एकवचनं किम् अस्ति भवानेव वदतु अनुमानं कृत्वा तत्र क्रियपदं पश्यतु प्रकाशन्ते तडितौ तडितः सत्यम् तत्र शब्दस्य दर्शनेन नपुंसकलिङ्गशब्दः नास्ति इति तु जानीमः किन्तु पुल्लिङ्गशब्दः अपि च स्त्रीलिङ्गशब्दः द्वयोः मध्ये किम् अस्ति इति न जानीमः अत्र तदिति स्त्रीलिङ्गशब्दः अस्ति यतोहि उदाहरणार्थं मरुत् अपि च सरित् मरुत् इति पुल्लिङ्गे सरित् स्त्रीलिङ्गे मरुत् मरुतौ मरुतः स्त्रीलिङ्गे सरित् सरितौ सरितः भेदः नास्ति किन्तु जगत् तकारान्त निपुंसकलिङ्गशब्दः जगत् जगति जगन्ति तत्र भेदः अस्ति खलु नपुंसकलिङ्गशब्दः नास्ति हा अस्तु तर्हि अग्रेसरेम अस्तु महोदय मेघाः नितरां गच्छन्ति दिक्षु विदिक्षु उत्पन्नं प्रकम्पनम् अनुभवैकवेद्यं भवति दिक्षु इति वदतु तस्य शब्दस्य परिचयः कः दिक्षु सप्तमी एकवच दिक्षु बहुवचनं प्रातिपदिकं दिक् दिक् न प्रातिपदिकं किं दिशा शब्दः भवति किन्तु अत्र प्रातिपदिकं किं दिश् दिश् अत्र प्रातिपदिकमस्ति दिश् तत्र रूपद्वयमस्ति तत्र शकारान्तस्त्रीलिङ्गशब्दः भवति दिश् अपि च आकारान्तस्त्रीलिङ्गशब्दः अपि भवति दिशा यथा लता लता लते लताः दिशा दिशे दिशाः अपि च दिश् दिक् दिशो दिशः शब्दद्वयमस्ति अर्थं समानमेव समानः अर्थः समानः एव अस्ति तत्र प्रादेशिकभाषासु प्रादेशिकभाषासु यथा सौकर्यं संस्कृतभाषायाः शब्दः स्वीक्रियते यदा हिन्दीभाषायां दिशा इति स्वीक्रियते दिशा किन्तु बाङ्ग्ला बाङ्ग्लाभाषायां दिक् इति वदन्ति दिक् दिशा इति न कदापि वदति तत् दिश् दिश् इति शब्दात् दिक् इति स्वीक्रियते किन्तु नाम शब्दद्वयमस्ति दिशा अपि च दिश् अस्तु तर्हि दिक्षु विदिक्षु उत्पन्नं प्रकम्पनम् अनुभवैकवेद्यं भवति इति वयं दृष्टवन्तः पूर्वं खलु अस्तु अनुभव एकवेद्यं वेद्यं नाम ज्ञातव्यं वेदिति धातुः अनुभव एकवेद्यं नाम विलक्षणं विलक्षण अनुभवः ज्ञातव्यः अस्तु अग्रे निहारिका भगिनी अग्रे पठति वा तदा मयूराः केकारवं कुर्वन्तः मुदा नृत्यन्ति मयूराः केकारवं केकारवं जानाति वा तत्र शब्दद्वयमस्ति केका अपि च रवः केका इति मयूरस्य वाणी मयूरस्य वाणी केका तादृशध्वनिः भवति खलु केका केका इति ध्वनिः रवः अपि शब्दः अस्ति रवः शब्दः इति अर्थः तर्हि अत्र केकारवम् इत्यस्य का विभक्तिः खलु कुर्वन्तः खलु तदा मयूराः केकारवं यतोहि शब्दः केकारवः पुल्लिङ्गशब्दः केकारवं कुर्वन्तः मुदा नृत्यन्ति तत्र निहारिका भगिनी तत्र वदतु मुदा इत्यस्य का विभक्तिः सत्यमेव तर्हि प्रातिपदिकं किं स्यात् मूद् दकारान्त मूद् इति दक नाम यत्र परिचय शब्दस्य परिचयं वदामः तत्र वदामः दकारान्त मूद् शब्दः श्रीलिङ्गः तृतीयविभक्तौ मुदा अत्र तस्य अर्थः यथा सन्तोषः मूद् इत्युक्ते सन्तोषः तर्हि सन्तोषेन इति शब्दं स्थापयितुं शक्तवन्तः किन्तु तत् अत्र हलन्तशब्दानाम् अभ्यासः अस्ति इति कारणतः सन्तोषेन इत्यस्य स्थाने मुदा इति स्थापितमस्ति सन्तोषेन इति अर्थः मुदा सन्तोषेन नृत्यन्ति अस्तु भगिनि अग्रे सरितः सनांसि च नवाभ्यसा पूर्णानि भवन्ति प्रत्येकं शब्दं वदतु शब्दस्य रूपं सरितः सरांसि तत्र सरितः प्रथमाविभक्ति बहुवचने प्रातिपदिकं सत्यं किन्तु लिङ्गम् अस्माकं करपत्रे अस्ति लिङ्गं तत्र स्त्रीलिङ्गशब्दः तकारान्त श्रीलिङ्गस्य सरित् शब्दः किन्तु अनुमानं करोतु शब्दस्य अर्थः न जानामि परन्तु बहुवचने द्वितीयविभक्ति स्यात्. अत्र तद् वयं न कृतवन्तः एतावता, किन्तु यथा भवती वदतु तत्र मनस् इति शब्दः, मनस् तत्र रूपाणि कथं भवति इति जानाति वा? करपत्रं पश्यतु. मनस् मनांसि इति प्रथमाविभक्ति, द्वितीयविभक्ति च बहुवचने मनांसि इति भवति. तादृशी सरांसि इति शब्दः. हा, मनः मनसि मनांसि, सरः सरसि सरांसि इति सकारान्त नपुंसकलिङ्गशब्दः. सरोवरः इति अर्थः. सरोवरशब्दं जानाति वा? जानाति. सरित् इत्युक्ते नदी. नदी. तर्हि सरितः हा, समीचीनं. सरितः सरांसि च अग्रे नवांसा पूर्णानि भवन्ति इत्युक्ते जलं सम्पूर्णं पूरयति. नवाम्बसा इति जानाति वा शब्दम्? अतः न जानामि, परन्तु तृतीयविभक्तौ. तर्हि प्रातिपदिकं किं स्यात्? समीचीनं, बहु सम्यक् अस्ति. प्रातिपदिकं किं स्यात्? नवाम्भस्. वस्तुतः अम्भस् अम्भस् इति सकारान्तशब्दः जलमिति अर्थः. अम्भस् नवाम्भस् इत्युक्ते नूतन अम्भस्, नूतनजलं. नवाम्भसा तृतीया अस्ति यथा भवत्या भवत्या उक्तं. हा, नवाम्भसा तृतीया अस्ति, पूर्णानि भवन्ति. समीचीनम्. अस्तु, सन्ध्या भगिनी अग्रे. गालाः वृष्टिजले महता उत्साहेन क्रीडारताः भवन्ति. अस्तु, बालाः वृष्टिजले महता, महता इति कीदृशरूपम् अस्ति? महता तृतीया. हा, अत्र अत्र महता इति तृतीय एकवचने किमर्थम् अस्ति इति सत्यमस्ति. किमर्थं? कस्यचित् विशेषणमस्ति वा? महत् प्रातिपदिकमस्ति. कस्यचित् विशेषणमस्ति वा? किमर्थं तृतीया नाम महता इति तृतीया विभक्तौ अस्ति किमर्थम्? बालाः क्रीडन्ति, महता उत्साहेन. तर्हि महता इति कस्यचित् विशेषणमस्ति वा? आम्. कस्य? क्रीडारताः. लक्ष्मी, किं भवति, किं भवति उत्साहेन शब्दस्य विशेषणरूपं महता? तर्हि प्रथमाविभक्तौ किं भवति? प्रातिपदिकं रूपं महत्, महान्, महान् महन्तौ महन्तः. तत्र महता उत्साहेन प्रथमाविभक्तौ किं भवति? प्रथमाविभक्ति महान् उत्साहः. महान् उत्साहः, अत्र उत्साहशब्दस्य शब्दः विशेष्यम् अस्ति. वयं तत्र विशेषणविशेष्यभावः तत्र वयं किञ्चित् चर्चितवन्तः खलु, विशेषणविशेष्यभावः. तत्र विशेष्यं यस्य वर्णनं भवति सः तद्विशेष्यम् अस्ति. यद् वर्णयति तद्विशेषणं, तर्हि उत्साहः अस्ति. तत्र कीदृशः उत्साहः इति चेत् महान् उत्साहः. तृतीयविभक्तौ महता उत्साहेन, अत्र विशेषणविशेषभावः अस्ति, अपि च महत् शब्दः विशेष्यनिघ्नशब्दः अस्ति. विशेष्यनिघ्नशब्दः अस्ति अतः त्रिषु लिङ्गेषु भवति विशेष्यनिघ्नः, यथा विशेष्यं तथा विशेषणम्. अतः अत्र उत्साहः इत्यस्य लिङ्गं किम्? पुल्लिङ्गशब्दः. अतः महत् इत्यस्य पुल्लिङ्गरूपं भवति महान्, महन्तौ महान्, महान्तौ महन्तः, महन्तं महन्तौ महतः महता, महान् महान्तौ महान्तः, महता इति तृतीय अस्ति. इति अस्ति. इदानीं महता इति तृतीया विभक्तौ अस्ति, तर्हि किन्तु स्त्रीलिङ्गे अस्ति चेत् किं भवति? यथा बालिका, तत्र महत् शब्दः भवति, भवितुमर्हति विशेषणं बालिका शब्दस्य, तर्हि रूपं किं भवति? श्रीनिवासमहोदय वदतु. तत्र बालिका इति शब्दस्य विशेषणं महत् भवति चेत् रूपं किं भवति? निहारिका भगिनी, महती बालिका. हा महती. तृतीया? समीचीनमस्ति. महत्या बालिकया, बालिकया, हा समीचीनमस्ति. तत्र अजान्तशब्दः अस्ति, प्रातिपदिकमस्ति महती, ईकारात् नदी शब्दवत्, किन्तु पुल्लिङ्गे हलन्तशब्दः अस्ति भवान् शब्दवत्. हा अस्तु, तर्हि अग्रे सरेम. इदानीं अस्तु, सहदेव महोदय अग्रे पठतु कृपया. न एकः प्रश्नः. हा वदतु. अत्र क्रीडारताः भवन्ति इति लिखितमस्ति, तद् क्रीडारताः इति कः प्रयोगः? प्रयोगः नाम कर्तरि कर्मणि इति वा? कः कीदृश प्रश्नः अस्ति? प्रयोगः नाम अथवा अर्थः? किं पृच्छति भवती? कीदृशरूपमस्ति? हा अस्तु अस्तु, अवगतं. प्रयोगः इति विशिष्टशब्दः अस्ति. सामान्यतया प्रयोगः इत्युक्ते कर्मणि अथवा कर्तरि प्रयोगः. अत्र बालाः क्रीडारताः, बालाः क्रीडारताः भवन्ति. तत्र समस्तपदमस्ति नाम संयुक्तपदमस्ति. अत्र पदद्वयमस्ति, पदद्वयस्य संयोजनेन एकं नूतनं पदम् उत्पन्नं. क्रीडा इति एकं पदमस्ति, क्रीडा. अनन्तरं रथ इत्युक्ते निमग्नः, रथ इत्युक्ते निमग्नः. क्रीडा इति जानन्ति खलु, तर्हि क्रीडा अत्र, हा अत्र विभक्तिलोपः जातः क्रीडायां रतः. भगिनी निहारिका भगिनी, तत्र तत्र निमग्ना इति जानन्ति वा? निमग्ना अथवा रथ involved anandena iti immersed immersed involved ah oh. Tari atra krida yuktah ratah tatra kridayam ratah atra balaah iti bahuvachanantar rupam prathama vibhaktau तर्हि तथैव अत्र भवति क्रीडायां रताः सप्तमी विभक्तेः लोपः भवति समस्तपदं कृत्वा क्रीडारताः. अवगच्छति वा? धन्यवादः. अस्तु, समीचीनम्. अग्रे सदैव महोदय, अग्रे. यदा आकाशो इन्द्रधनुः आकाशो इति न आकाशे आकाशे इन्द्रधनुः प्रत्यक्षां भवति तदा तेषां चक्षुंषि प्रकाशितानि भवन्ति. समीचीनमस्ति. तर्हि अत्र यदा आकाशे इन्द्रधनुः, इन्द्रधनुः इति जानाति वा महोदय? रेन्बो. समीचीनम्. इन्द्रधनुः प्रत्यक्षं भवति. प्रत्यक्षम् इत्युक्ते डैरेक्ट्लि? किञ्चित् दृष्टवान् महोदय वा? बहु समीचीनमस्ति. प्रत्यक्षं प्रति अक्षम् अक्षम् इत्युक्ते नेत्रं नेत्रं. तर्हि प्रत्यक्षं नाम नेत्राभ्यां दृश्यते प्रत्यक्षम्. प्रत्यक्षं भवति. यदा आकाशे इन्द्रधनुः प्रत्यक्षं भवति डैरेक्ट्लि, अत्र प्रत्यक्षं न तत्र योगः योगार्थः भवति, अपि च रूढार्थः भवति. योगार्थः अस्ति यत् नेत्राभ्यां दृश्यते, यतोहि अक्षमस्ति खलु, अक्षमिति चक्षुः नेत्रं. किन्तु किन्तु अनन्तरं परम्परया रूढार्थः भवति डैरेक्ट् प्रसेप्शन् इन्द्रियैः. यत्किमपि इन्द्रियं नाम त्वचा, त्वक् त्वक् इति शब्दं जानन्ति खलु? त्वक् त्वक् इत्युक्ते स्किन्. त्वक् इत्युक्ते स्किन्. त्वच् इति चकारान्तशब्दः. त्वक् त्वचौ त्वचः त्वचं त्वचौ त्वचः त्वचा त्वग्भ्यां त्वग्भिः इति चकारान्तशब्दः अस्ति त्वच्. अत्र त्वचा यदि मम स्पर्शः भवति, यथा पुस्तकस्य स्पर्शः भवति मम हस्तेन, तत्र त्वचा प्रत्यक्षं भवति. तत्र त्वच् नेत्रं नास्ति, तथापि वदामः डैरेक्ट्लि पर्सीवेबल् त्वचा. यथा ध्वनिः श्रूयते कर्णाभ्यां, तत्र प्रत्यक्षमस्ति शब्दस्य. अत्र नेत्रस्य यदा आकाशे इन्द्रचक्षुः इन्द्रधनुः प्रत्यक्षं भवति. अस्तु, अग्रे. तदा पठतु महोदय. ओ आम् मानांसि च कुत्र हर्षे न न हर्षे तदा तेषां ओ तेषां चक्षुंसि प्रकाशितानि प्रकाशितानि भवन्ति. यदा आकाशे इन्द्रधनुः प्रत्यक्षं भवति तदा तेषां चक्षुंषि प्रकाशितानि भवन्ति. केषां बालानां चक्षुंषि चक्षुंषि इति कीदृशरूपम् अस्ति? का विभक्तिः वचनम् का विभक्तिः? द्वितीय कर्मपदं किमर्थम् प्रकाशितानि? तत्र विशेषमस्ति अथवा नास्ति? किं विशेषं चेत् तत्र पश्यन्तु, अत्र चक्षुंषि प्रकाशितानि भवन्ति. अत्र भवन्ति इति क्रियापदमस्ति. तत्र सकर्मक अथवा अकर्मकधातुः अस्ति भूधातुः. अकर्मकदातु सकर्मकविषये वयं चर्चितवन्तः न वा? अत्र भूधातुः किं कोऽपि निहारिका भगिनी वदतु. शिल्पा भगिनि, हा अकर्मकदातुः समीचीनम्. अकर्मकदातुः अस्ति, हा समीचीनमस्ति. शिल्पा भगिनी सर्वं जानाति सा. अत्र अकर्मकदातुः अस्ति भू, नाम तस्य कर्मपदं भवितुमेव नार्हति, न कदापि भवति. भवति अस्तु. करोति इति क्रीडातुः सकर्मकः अथवा अकर्मकः वा? श्रीनिवासमहोदय वदतु. महोदय अस्ति वा? महोदय क्रीडातुः करोति सकर्मकः धातुः अथवा अकर्मकः धातुः? सकर्मकदातुः. समीचीनमस्ति. अस्तु, इदानीं निहारिका भगिनी, तत्र विश् धातुः उपविशति, उपसर्गपूर्वकः अकर्मकदातुः. अस्तु महोदय, भवान् म्यूट् करोतु. श्रीनिवासमहोदय तत्र कृपया स्टार् सिक्स्. हा अस्तु, समीचीनमस्ति. तर्हि अग्रे सरेम. इदानीं निहारिका भगिनी पठति वा? न, अत्र चक्षुंषि प्रकाशितानि. तर्हि भू इति धातुः अकर्मकधातुः अस्ति भू. अत्र चक्षुंषि प्रकाशितानि इति चक्षुंषि प्रथमाविभक्तिः बहुवचने अस्ति, अतः प्रकाशितानि तस्य विशेषणं तथैव तावदेव अस्ति. अर्थः अवगतः खलु? स्पष्टमस्ति वा? शुभा भगिनी अवगच्छति वा? हा अस्तु. निहारिका भगिनी अवगच्छति वा? तत्र चक्षुः इति चक्षुष इति मूर्धन्यषकारान्त नपुंसकलिङ्गशब्दः. नेत्रमिति अर्थः. चक्षुः चक्षुषी चक्षुंषि. अत्र करपत्रे अन्तिमपुटे तत्र धनुष इति पश्यतु. धनुष षकारान्त धनुष. धनुः धनुषि धनुंषि. चक्षुः चक्षुषी चक्षुंषि. स्पष्टम्? अस्तु, अग्रे पठतु. मनांसि च हर्षेण प्रफुल्लानि भवन्ति. तस्य अर्थः कः? कृषि मनांसि इति सकारान्तः नपुंसकलिङ्गः शब्दः प्रथमविभक्ति बहुवचने हर्षेण इति शब्दस्य अर्थः अहं न जानामि. उपरि उपरि उपरि वयं दृष्टवन्तः मनांसि संहृष्टानि, मनांसि संहृष्टानि, पश्यति वा? तत्र हृष्टातुः, हृष्टातुः संहृष्टानि, सम् उपसर्गपूर्वकः हृष्टातुः. अत्रापि तथा हृष् हर्ष, तत्र तस्य अन्यत् रूपमस्ति सन्तोषः इति अर्थः, सन्तोषेण अथवा हर्षेण. सः अर्थः अपि अस्ति तथा सन्तोषेण. प्रफुल्लानि अत्र प्रफुल्लानि तत्र किञ्चित् भिन्नः अस्ति, नाम हर्षः, हर्षः इत्युक्ते प्लेजर्. प्रफुल्लानि नाम हर्षेण, वित् प्लेजर्. अपि च सफुल्लानि, सफुल्लानि तत्रैव सन्तुष्ट. प्रफुल्लः, प्रफुल्ल तत्र तत्र पुष्पं प्रफुल्लं भवति, पुष्पं प्रफुल्लं भवति, विकसितं भवति, नाम द फ्लावर्स् ब्लूम्ड्. Pushpam prapullam iti, flowers bloomed. So about a person, prapullam, that would be that the person is blooming with pleasure. So these are different adjectives. You know that they put flowery types of adjectives around. So harshena, prapullani, they have the same side of meaning but little bit different coloring each one. Harshena is a little different, prapullani, but about the same thing. Prapullani. That one is using the flower as a metaphor for describing the pleasure of the people. मनांसि च हर्षेण प्रफुल्लानि भवन्ति. अस्तु, पुष्पा भगिनी अग्रे अग्रे पठसि वा? कृषकाः क्षेत्राणि कृष्ट्वा बीजानि विपन्ति. क्रमेण तस्य सम्पत् वर्तते. हा, अत्र कृषकाः क्षेत्राणि कृष्ट्वा बीजानि वपन्ति इति अर्थः स्पष्टः वा? सर्वे कृषकः, यः कृषिकार्यं करोति, हा तत्र, हा एतत् सर्वं यः कृषकः अस्ति, यत्र सस्य यथा शाकः, फलम्, एतत् सर्वम् अस्य कार्यं करोति कृषकः. क्षेत्रं यत्र, हा एतत् सर्वं यत्र कार्यस्य स्थलं, यत्र मृत्तिका अस्ति, वृक्षाः सन्ति, सस्यानि सन्ति, तत्र फलानि भवन्ति, शाकाः भवन्ति, तत्र क्षेत्रमिति वदामः. क्षेत्रं कृषकः क्षेत्राणि कृष्ट्वा तस्य कर्षति अथवा कृषति, तस्य रूपद्वयमस्ति, कर्षति कृषति. कर्षति भुआदिगणे कर्षति, तुदादिगणे कृषति. तर्हि कृषकाः क्षेत्राणि कृष्ट्वा बीजानि, बीजमिति जानन्ति खलु, बीजं वपन्ति, तत्र स्थापयन्ति. किन्तु बीजस्य कार्यं, यदा वयं बीजं स्थापयामः तदा बीजं स्थापय वपन्ति इति वदामः. क्रमेण सस्यसम्पद् वर्धते, Sasya sampad iti samasta padama. Ka vibhakti hi lupta asti. Shasti vibhakti hi lupta asti. Sasyasya sampad. Kramena sasyasya sampad vardhate. Avagatama? Sandhya Bhagini? Avagatati va? Samichinam va? No, sasya sampad punaha. Sasyam iti janati va? Sasyam? Sampad? But sasyam iti upte swa... No, no, no. Sasyam iti plant. Oh. Sasyam. Okay. Kramena sasya sampad. Sampad means sampad means the wealth of the plants. Wealth or the kim vadama atra. Crop iti ha sasya sampad iti crop iti. Wealth of the plants collectively means crop. Sampad means all the things that you have in your house, that's your sampad. Wealth. Sampad is wealth. Sampad, that's what I said. Sampad means wealth. So sasya sampad means the crop means the bounty. Means bounty, yeah, bounty. Sasyasya sampad vardhate. Astu. Agre sirema tarhi Subramanya Mahalaya krupe agre. परम यदा अतिवृष्टि ही भवति तदा महते विपद संजायते सरिताम तीरेषु विद्यमानानि लघूनि गृहाणि जले निमग्नानि भवन्ति पशुपक्षिणः लघवः प्राणिनः च म्रियन्ते. अस्तु वदतु एवं प्रतिपादयतु सर्वेषां कृते. यदा अतिवृष्टिः भवति तदा महती विपत् संजायते अतिवृष्टिः भवति तदा महती विपत् विपत् नाम समस्या. Vipad, Srilinga Shabdaha, Dakaranta Shabdaha, Vipad. Vipad, Sanjayate, Agachati. Agree? Saritam, Tireshu, Vidya Manani, Nagoni Gruhani, Jale, Nimagnani, Bhavanti. Saritam, Tireshu, Nadi, Tireshu, Saritam, Bahujana. Shasti Bahuvachanam. Saritam. Tireshu. Tireshu. Tira sarve jananti kalu tira. Yes. Jananti va? Tira tikte nadi nadyaha tatra. Tataha, tatam janati, tataha. Bank. Satami bahuvachanam. Tireshu, astu agre. Vidya manani. Pradama bahuvachanam. Vidya manani. Laghuni. Eka bahuvachanam. Laghuni. Gruhani. Bahuvachanam. Padama bahuvachanam. Jale. Saptami. Eka bahuvachanam. Nimagnani. Padama bahuvachanam. Bhavanti. Bahuvachanam. Nimagnani iti asya lingam kim? Nimagnani. किमर्थम् भवान् श्रीनिवासमहोदय वदतु, तत्र किमर्थं निमग्नानि नपुंसकलिङ्गे अस्ति? गृहाणि निमग्नानि, गृहं नपुंसकलिङ्गं, निमग्नं नपुंसकलिङ्गं, तस्य विशेषणं खलु? तर्हि गृहाणि इति विशेष्यं विशेषणमस्ति, निमग्नानि लघूनि लघूनि, भवान् वदतु लघूनि. लघूनि अपि विशेषणं, लघु लघूनि लघूनि. सत्यं. तत्र लघु इति शब्दः विशेष्य निघ्नशब्दः अस्ति, त्रिषु लिङ्गेषु भवति. पुल्लिङ्गशब्दः अस्ति, पुल्लिङ्गे तत्र लघुः, यथा शिशुः, शिशुः शिशु शिशवः, लघुः लघु लघवः. अपि च स्त्रीलिङ्गे नदीशब्दवत् लघ्वी, नदी नद्यो नद्यः, लघ्वी लघ्व्यो लघ्व्यः, लघ्वी. बहु शब्दवत् लघु. अत्र लघु इति उकारान्त नपुंसकलिङ्गशब्दः मधु शब्दवत् मधु, मधु मधुनि मधुनि. अस्तु, समीचीनं. विद्यमानानि सर्वे जानन्ति खलु, विद्यमानानि नाम अस्ति इति अर्थः, अस्ति विद्यमानम्. अस्तु, भवान् एव पठतु अग्रे महोदय. पशुपक्षिणः लघवः प्राणिनः च म्रियन्ते. हा वदतु. पशुपक्षिणः कीदृशरूपम् अस्ति? प्रातिपदिकं किं मूलरूपं? पुष्पा भगिनी वदतु. कीदृशनकारः? न, किन्तु प्रातिपदिकमस्ति चेत् तथा न भवति इति अहं मन्ये. प्रातिपदिकमस्ति पक्षिन् दन्त्यनकारः, किन्तु पक्षिन् इति अहं द्रष्टव्यमस्ति, किन्तु किन्तु न, किन्तु प्रातिपदिकमस्ति, प्रातिपदिकं द्रष्टव्यमस्ति. तत्र पश्यन्तु शब्दकोशे, अहं मन्ये यत् शब्दस्य अन्ते न भवति इति न भवति. कस्यचित् अपि शब्दस्य अन्ते णकारः न भवति, दन्त्यनकारः. पक्षिन् शृणोतु भगिनि, भगिनि शृणोतु कृपया, शृणोतु कृपया. तत्र णत्वं न भवति, तत्र प्रातिपदिकमस्ति णत्वं. णत्वं तदानीं भवति यदा पदान्ते नास्ति, पदान्ते न भवति णकारः. अतः प्रातिपदिकमस्ति पक्षिन् दन्त्यनकारः, अनन्तरं पक्षिन् कर्मन्, कर्मन् शब्दवत्, कर्मन् शब्दवत्. तत्र प्रातिपदिकमस्ति कर्मन्, तत्र णकारः नास्ति प्रातिपदिकरूपेण. पश्यन्तु, कर्मन् इति समीचीनम् उदाहरणमस्ति. पक्षिन् दन्त्यनकारः, कर्मन् दन्त्यनकारः, अनन्तरं विभक्तिरूपेषु भवति अणकारः, अणत्वं. कर्मन् कर्मकर्माणि कर्माणि, पक्षिन् दन्त्यनकारः, पक्षी पक्षिणौ पक्षिणः. अत्र पक्षः यस्य सः पक्षी, गुणः यस्य सः गुणी. पक्षः इति विङ्, पक्षः इति विङ्. That which has wings is a bird. Yasya pakshaha saha pakshi. Dantya nakaranta pratipatikam asti pakshin. Tari pashu pakshinaha. Lagava praninaha. लघवः प्राणिनः प्रथमा बहुवचनम् प्राणिनः इत्यस्य प्रातिपदिकं किम् प्राणिन् समीचीनं यथा गुणिन् एतत् सर्वं जानीमः अस्तु समीचीनमस्ति श्रीनिवासमहोदय अग्रे एवमेव अनावृष्ट्या अपि आपदः सम्भवन्ति एवमेव अनावृष्ट्या अपि आपदः सम्भवन्ति अनावृष्ट्या नाम अनावृष्ट्या वृष्टिः न भवति अनावृष्टि वृष्टि विना आपदः आपदः बहुवचनं आपदः सम्भवन्ति अस्तु अग्रे आपद् नाम समस्या सर्वे जानन्ति समस्या कष्टम् अग्रे तदा जलस्य अभावेन सरितः तुष्यन्ति जलस्य अभावेन सरितः शुष्यन्ति शुष्यन्ति नाम शुष्यन्ति शुष्काः भवन्ति शुष्काः शुष्काः अग्रे सरितः शुष्काः भवन्ति शुष्काः वृक्षाः विनश्यन्ति अस्तु अग्रे कृषिकर्म असाध्यं भवति असाध्यम् असाध्यं भवति असाध्यं नाम न सिद्धम् न सिद्धम् असाध्यं नाम कृषिकर्म असम्भवं भवति नष्टं भवति अस्तु अग्रे कृषिं विना धान्योत्पत्तिः एव न भवति कृषिं विना धान्योत्पत्तिः एव न भवति कृषिः न भवति चेत् धान्यस्य उत्पत्तिः असाध्यं भवति धान्यं नाम धान्यम् इत्युक्ते ग्रीन्स् हा तत्र ओदनम् इत्यादिकम् अस्तु अग्रे किं महोदय ओदनम् इत्यादिकम् अस्तु अग्रे प्राणाधारणवस्तूनाम् अभावेन जनाः क्लेशम् अनुभवन्ति नाम प्राणाधारणवस्तूनां षष्ट्यविभक्ति षष्ट्यविभक्ति एसेन्शियल् प्राणाधारण किन्तु संस्कृतेन वदतु येन भवतः अभ्यासः भवेत् आवश्यकानि वस्तूनि न लभ्यन्ते हा हा सत्यं अतः जनाः बहु क्लेशम् अनुभवन्ति कष्टम् अनुभवन्ति क्रमशः जीवनम् एव दुस्सहं भवति क्रमशः क्रमशः कालक्रमेण जीवनम् एव दुस्सहं भवति जीवनं कर्तुं साध्यं न भवति सोढुं कठिनम् कठिनं भवति सोढुं सहति सहते सोढुं कठिनं यथा वहति वोढुं किं महोदय नाम तत्र सः धातुः अस्ति यथा वह धातुः वहति वोढुम् अहं अद्यतनवर्गे वोढुं करोमि, भागं वोढुं करोमि. अहं भागम् अस्मिन् अद्यतनवर्गे अहं भागं वोढुम् इच्छामि. क्षम्यतां, करोमि इति न, अहं भागं वोढुम् इच्छामि. वहति इत्यस्य वोढुं, सहते इत्यस्य सोढुं. तावान् क्लेशः भवति यत् तादृशक्लेशः भवति, अहं तादृशं क्लेशं सोढुं न शक्नोमि. सोढुं न शक्नोमि इति वदामः. तर्हि दुस्सहम् इति सोढुं कठिनम्. अस्तु, लक्ष्मी भगिनी अग्रे पठति वा. अतिवृष्टेः अनावृष्टेः च मूलं मानवः एव. घनविपिनानाम् अनियन्त्रितनाशनेन पर्यावरणम् असन्तुलितं भवति. अस्तु, वदतु आरम्भतः. अतिवृष्टेः अनावृष्टेः च मूलं मानवः एव. मूलं नाम कारणम्. अतिवृष्टिः, अधिकवृष्टिः, अनावृष्टिः, वृष्टेः अभावः इत्यस्य कारणं मानवः एव. तत्र सन्ध्यापके जानाति खलु अर्थः, वाक्यस्य अंशः न अवगच्छामि. न अवगच्छति. तत्र वयं जानीमः खलु भवती किमर्थं वीगन् इति अभवत्. तत्र अस्माकं तादृशभोजनस्य खादनेन पृथिव्याः रक्षणं भवति इति एकं कारणं खलु, पृथिव्याः रक्षणम्. अवगच्छति खलु, मृगाणां रक्षणम्, अपि च तत्र वातावरणस्य सन्तुलनं, वातावरणस्य रक्षणं, वातावरणं नाम एन्वायरन्मेण्ट्. वातः नाम वायुः, आवरणं नाम कवरिङ्ग्, वातावरणं नाम इन् द एयर् दट्स् कवरिङ्ग् एन्वायरन्मेण्ट्. वातस्य आवरणं वातावरणम् इति एन्वायरन्मेण्ट्. तर्हि अत्र लिख्यते यत् वृष्टिः बहु अधिका अस्ति अथवा वृष्टेः अभावः अस्ति चेत् तत्र वातावरणं समीचीनं न तिष्ठति खलु. तस्य कारणं मानवः एव, मानवः. तत्र प्रदूषणम् इति जानाति वा? प्रदूषणं कार्यानानि सन्ति, विमानानि सन्ति, नौकाः सन्ति, अनेन तत्र जलं मलिनं भवति, वायुः सम्यक् न तिष्ठति. अतः तत्र कुत्रचित् वृष्टिः अधिका भवति, कुत्रचित् वृष्टिः नास्ति एव. कारणं मानवः एव. अवगच्छति खलु. अतिवृष्टेः अनावृष्टेः च मूलं नाम कारणं मानवः एव. अस्तु, अग्रे वदतु, किमपि अस्ति? अस्तु, अग्रे. घनविपिनानाम् अनियन्त्रितनाशनेन पर्यावरणम् असन्तुलितं भवति. घनविपिनानां षष्टि बहुवचनम्. अत्र विपिनम् अरण्यं, वनम्. घनविपिनानाम् अनियन्त्रितनाशनेन, अनियन्त्रितनाशनेन, स्पष्टमस्ति वा? अनियन्त्रित नियन्त्रणं सर्वे जानन्ति वा? नियन्त्रणं कण्ट्रोल्. अत्र विपरीतमस्ति, अनियन्त्रितम्. अनियन्त्रितनाशनेन, अग्रे, अनियन्त्रितनाशनेन पर्यावरणम् असन्तुलितं भवति. पर्यावरणम् इत्युक्ते वातावरणं, यथा मया उक्तं वातावरणम् अत्र अत्र पर्यावरणं समानमस्ति. सन्तुलितम् असन्तुलितम् असन्तुलितं भवति. यन्त्रागारेभ्यः निस्सरतां विषमयपदार्थानां मेलनेन जलस्रोतांसि प्रदूषितानि भवन्ति. यन्त्रागारेभ्यः यन्त्रागारमिति जानीमः खलु सर्वे. निहारिका भगिनी, यन्त्रागारं यथा यत्र यानं निर्मीयते तत्र यानं निर्मीयते बहु किमपि यत्किमपि अस्ति भवत्याः गृहे तत्र यन्त्रागारे निर्मितं जातम् अस्ति. यानं कुत्र भवति यन्त्रागारे? यानं जानन्ति खलु, लोकयानं, विमानं, यानं यत्किमपि तत्र निर्मीयते यन्त्रागारे. अवगच्छति न अवगच्छति वा? फ्याक्टरि. अस्तु, तर्हि यन्त्रागारेभ्यः पञ्चमी बहुवचनं यन्त्रागारेभ्यः निस्सरतां विषमयपदार्थानां विषमयपदार्थानां षष्टि बहुवचनं. विषमयपदार्थानां निस्सरतां निस्सरति तत्र शत्रुप्रत्ययः अस्ति. अहं गच्छन्नस्मि. निस्सरत् तस्य तकारान्तशब्दः अस्ति. निस्सरत् तकारान्तशब्दः अस्ति. तस्य इदानीं किं रूपमस्ति? निस्सरतां षष्टि बहुवचनं यथा भवतां विषमयपदार्थानां शब्दस्य विशेषणरूपं निस्सरतां विषमयपदार्थानां. सर्वे शब्दकोशे पश्यन्तु, विषमयपदार्थानां विषमय विष यः विषं खादति तस्य मरणं भवति. विषं विषं खादति चेत् विष सर्वे जानन्ति खलु, विष विषं विष इव मय इव विष इव पदार्थानां मेलनेन तृतीय एकवचनं जलस्रोतांसि श्रोतस् सकारान्तनपुंसकशब्दः श्रोतस् यस्मात् आगच्छति जलम्. यस्मात् आगच्छति तत्र जलस्य स्रोतः कुत्र? सरस् किम् अर्थः अति वा? सरस् इत्यस्य अर्थः कः? सरस् सरस् इत्यस्य मूलमस्ति जलस्य मूलमिति सरस् वा? कुत्र? श्रोतस् इत्युक्ते जलस्य मूलं सकारान्तनपुंसकशब्दः मूलं यत्र जलम् आगच्छति यथा पर्वतः पर्वतस्थले भूमौ जलमस्ति ततः आरभ्यते नदी यथा गङ्गानदी तत्र आरभ्यते गङ्गानदी आरभ्यते तत्र पर्वते या कापि नदी तत्र स्रोतः इति वदामः. विषमयपदार्थानां मेलनेन जलस्रोतांसि प्रदूषितानि भवन्ति. पर्यावरणप्रदूषणेन ऋतूनां गतिविगतयः परिवर्तिताः भवन्ति. पर्यावरणप्रदूषणेन ऋतूनां गतिविगतयः गतिविगतिः गमनागमनं गमनागमनं गतिविगतिः नाम कदा अयं ऋतुः आगच्छति कदा अयं ऋतुः गच्छति इति परिवर्तते. ऋतूनां गतिविगत ऋतूनां गतिविगतायाः परिवर्तिताः भवन्ति. ऋतुः यथा ग्रीष्मकालः अथवा ग्रीष्मकालः अनन्तरं किमस्ति वसन्तकालः ग्रीष्मकालः वर्षकालः इति ऋतवः ऋतुः चत्वारः ऋतूनां गतिविगतयः परिवर्तिताः भवन्ति तेन समग्रमपि जगत् परिवर्तते अतः पर्यावरणसंरक्षणे वयं बद्धादरः भवेम. पर्यावरणसंरक्षणे वयं बद्धादराः भवेम. बद्धादराः नाम बद्धादराः मीन्स् नाम अस्माभिः बहु महत्त्वं दातव्यमस्ति अस्मिन् विषये. अतः बद्धादराः बद्ध नाम बन्धनम् अस्माकं मनसः बन्धनम् अस्मिन् विषये भवेत्. अवगतं वा? बन्धनम् तथा निस्सरति निस्सरति नाम अन्ततः बहिः गच्छति अन्ततः बहिः गमनं निस्सरणं निस्सरति. यथा निष्कासनम् अपि तथा. टु टेक् औट् निस्सरति मीन्स् टु गो फोर्थ्. अतः यन्त्रागारेभ्यः निस्सरतां विषमयपदार्थानां मेलनेन नाम that poisonous material which is emitting out, coming forth out of the factories, nisaratam, the emitted poison, the poison which is emitted out from the factories. Anena jala surtaangsi pradushitani bhavanti, malinani jalani malinani bhavanti. Astu sarve avagacchanti va? निहारिका भगिनी कोऽपि प्रश्नः वा? अस्तु समीचीनम् अस्तु तर्हि सहदेव महोदय कोऽपि प्रश्नः? अस्तु बहु सम्यक् अस्ति. अग्रे अन्तिम अभिमुखरूपेण अन्तिमवर्गः अस्ति अद्यतनः. अग्रे गत्वा दूरवाण्या भविष्यति, पश्यामः कथं भवति. परिवर्तयितुं शक्यते अग्रे गत्वा, किन्तु पश्यामः. Those of you who live in Chicago, you can't come in person anymore to the class. अस्तु अस्तु पश्यामः अग्रे गत्वा कथं भवति इति पश्यामः कथं भवति इति. अस्तु तर्हि अग्रिमे सप्ताहे किं नववादने समीचीनं वा? नववादने शिकागो मध्ये अष्टवादने. ओके ओके ओके तर्हि विरमाम. धन्यवादः. नमस्कारः. धन्यवादः.